नमस्कारः, सर्वेषां स्वागतम्। यङ्लुगन्तदातवः इति करपत्रम् अनुवर्तते अत्र। गते सप्ताहे वयं सामान्य अभ्यासकार्याणि दृष्टवन्तः खलु, तत्तस्मात् पूर्वं। तदनन्तरम् आकारान्तानां विषये चर्चां कृतवन्तः खलु, का स्थितिः इति, सामान्य आकारान्तदातवः इति। अपि विशेषकार्याणि इति इकारान्तानाम् अस्ति। किञ्चित् वदति वा भगिनि, सरलभगिनी वदति वा आकारान्तानां विषये चिन्तनं किम् इति? आकारान्तधातवः एजन्तधातवेन सूत्रेण आकारान्त भवति, यत् अग्लैभ्यः इति आगच्छति। तत्र प्रकारान्तधातवः यदि सन्ति तस्य सामान्यसूत्रं ह्रस्व आगत्य तत्र कार्यं करोति। तदनन्तरं अन्येषां सामान्यसूत्राणि आगत्य अपि तत्र प्रक्रियां कुर्मः। उदाहरणमस्ति धातु, यत्र धातु प्रथमं इकाचोहलादे इकाचोहलादे संहार इति सूत्रेण यङ् विधानं भवति। तदनन्तरं संयमोचि इति सूत्रेण यङ् भवति, संयमोचि सूत्रेण द्वितं भवति। धाधा इदानीं धा इति आकारान्तधातुः अस्ति, तस्य पूर्वे यदि ध्येये अस्ति तत्र आदेशे उपदेशे धा भवति, ह्रस्व भूत्वा धा भवति। तदनन्तरम् अभ्यासे चर्चा इति सूत्रेण धा तस्य प्रारभति, धा भवति। तदनन्तरं वयं जानीमः दीर्घोक्षिका इति विशेषसूत्रेण अभ्यासस्य च ह्रस्वस्य आकारः भवति। सो धाधा पुनः धाधा आगच्छति, दद्भासा हि दाधा इति भवति। धन्यवादः भगिनि। तर्हि सामान्यकार्याणि समाप्य तदनन्तरं विशिष्टकार्यम् एकमेव अस्ति अत्र दिगोकितः इति। यत्र एजन्ताः सन्ति तेषामपि प्रक्रिया समाना। प्रथमं तु आदेशोपदेशे शति इत्यनेन आकारान्तत्वं प्राप्य प्राप्नुवन्ति। तदनन्तरम् आकारान्तानां प्रक्रिया समाना भवति, एजन्तानामपि प्रक्रिया समाना भवति। धन्यवादः भगिनि। रामप्रिया भगिनी भवती वदति वा भगिनि, अत्र इकारान्तानाम् इकारान्तानां धातूनाम्? अस्तु, तत्र इकारान्तानां कृते तु गुणो यङ् लुकोः इति सूत्रस्य कार्यं, तत्र अभ्यासस्य गुणः भवति यङ्गी वा यङ् लुकि वा इति। तत्र घी इति धातुः उदाहरणरूपेण स्वीकुर्मः चेत् प्रथमं जी जी इति द्वित्वं संयङ्गुः इति सूत्रेण, अनन्तरं तत्र गुणो यङ्लुकोः इत्यनेन जे जि इति भवति। तत्र एव प्रश्नः आगच्छति किल, दीर्घोक्तितः यदा शी इति धातुः आसीत् तत्र शी शी इति प्रथमं भवति, अनन्तरं गुणो यङ्लुकोः इत्यनेन शेषि इति भवति। गुणो यङ्लुकोः दीर्घोक्तितः द्वयोः प्रसक्तिः अस्ति एव। अभ्यासविकारेषु बाध्यबाधकभावो नास्ति इति परिभाषा, अनेन तत्र बाध्यबाधकभावः नास्ति, सूत्रस्य प्रसक्तिः अस्ति चेत् कार्यं भवति एव। तावदेव नमस्कारः महोदय, अस्तु तर्हि गुणं भूत्वा उपादायाम् अभ्यासस्य गुणः भवति इति तावदेव खलु. हेमा भगिनी भवति उकारान्तरम् उकारान्तरं च पठनीयं किल. उकारान्तानाम् ऊकारान्तानां च धातूनां यङ्लुगन्तधातुः. अत्रापि गुणो यङ्लुकुः इत्यनेन अभ्यासस्य गुणो भवति यङि यङ्लुकी च. हु हुः जुहु जोहु इति यङ्लुगन्तधातुः. तर्हि यदा यथा अस्माकम् ईकारान्तानां कृते कार्याणि कृतं तथैव उकारान्तानाम् ऊकारान्तानामपि समानानि कार्याणि भवन्ति यङ्लुकि. अत्र हु इति उदाहरणत्वेन स्वीकुर्मश्चेत् तत्र हु इति धातोः क्रियासमभिहारे यङ् इति प्रथमं तत्र यङ् विधीयते. तदनन्तरं यङ्गोचि च इति कृत्वा यङ्गः लोक् सन्यङ्गोः. इदानीं यदा द्वित्वं जातं तत्र सन्यङ्गोः हुहु इति यदा जातः तत्र अभ्यासस्य गुणः भवति वा दीर्घः भवति वा इति प्रश्ने सति तत्र परसूत्रमस्ति दीर्घोक्तितः इति. यदि दीर्घोक्तितः इति कुर्मः चेत् तत्र हू हू इति भवति. तदनन्तरमपि गुणः भवितुमर्हति गुणो यङ्लुकोः इति कृत्वा. परन्तु यदि गुणो यङ्लुकोः इति प्रथमं कुर्मः तर्हि तत्र हो हू इति भवति. तदानीं दीर्घोक्तितः इत्यस्य प्रसक्तिरेव न भवति. तर्हि प्रथमं दीर्घोक्तितः इति कुर्मः अकित् अस्ति इति कृत्वा तर्हि तत्र हू हु इति भवति. तदनन्तरं तत्र गुणो यङ्लुकोः इति कृत्वा तत्र हो हु इति कर्तुं शक्नुमः. अत्र विशिष्टपरिभाषया यथा रामप्रिया भगिन्या उक्तं तत्र अभ्यासविकारेषु बाध्यबाधकः भावः नास्ति इति कृत्वा तत्र सूत्रसङ्ख्यानां क्रमस्य तावत् महत्त्वं नास्ति इति अवगन्तुं शक्नुमः. इदानीं हुहु यदा अस्ति तर्हि तदानीमपि वयम् अभ्यासकार्याणि कर्तुं शक्नुमः इति चिन्तयामि. तर्हि तत्र हकारस्य कुहुश्चुः इति कृत्वा महाप्राणछकारः. तदनन्तरम् अभ्यासे चर्चा इति कृत्वा अल्पप्राणजकारः. तर्हि जोहु इति यङ्लुगन्तधातुः भवति. नो चेत् अत्र यथा प्रदर्शितं तत्र हुहु इति प्रथमं तत्र अभ्यासे चर्च अपि च कुहुश्चुः तेषां कार्यं कृत्वा तदनन्तरं गुणो यङ्लुकोः तदपि कर्तुं शक्नुमः. अन्ततो गत्वा तत्र भेदः न भवति इति. अत्र कस्यापि न्यायस्य विषयः अस्ति वा भगिनि? कुत्र भगिनि? सामान्यतया वयं पर्जन्यवत् इति वदामः किल. यत्र अभ्यासविकारेषु बाध्यभावस्वभावं नास्ति इति वा? न, यदि ह्रस्वः अस्ति तर्हि दीर्घः भवति. तर्हि विना दीर्घं यदि तत्र दीर्घ उकारान्त यथा भू आसीत् तत्र दीर्घमेव अस्ति परन्तु दीर्घोक्तितः प्रसक्तिः अस्ति इति वयं वदामः किल. तदर्थं तत्र न्यायः अस्ति वा? वृष्टिः सर्वत्र पतति इति कृत्वा सर्वं समाप्य एव अत्र कुर्मः चेत् अपि रूपभेदः नास्ति खलु भगिनि? नास्ति न. तदर्थं तत्र न्यायविषये किमपि अस्ति वा इति प्रश्नः. न्यायविषये पर्जन्यवत् न्यायः इति किमपि अस्ति वा? अत्रापि पर्जन्यवत् भवति खलु? तदेव महोदयेन लिखितम् आसीत्. आं सत्यं, परन्तु अन्ये केचन जनाः तादृशं न कुर्वन्ति किल, तदर्थम् एवं पृष्टवती. अस्माकं वर्गे तु वयं वदामः सर्वत्र यत्र यत्र प्रसक्तिः भवति तत्र कुर्मः इति किल. कुत्रचित् भिन्नरूपेण श्रुतवती वा भगिनि? हा, अन्य कुत्रचित् किमपि अग्निन्यायः इति श्रुतवती, परन्तु अहं न जानामि न्यायविषये, अहं किमपि न जानामि. तर्हि तत्र तुलना कृतं केनचित् तत्र अग्निन्यायः पर्जन्यवत् इति कृतवन्तः, परन्तु मया तु किमपि न अवगतं, तदर्थं पृष्टवती. अस्तु भगिनि, तथैव अत्र भूयता अस्ति, ह्रस्वः वा दीर्घः वा भवतु, तत्र द्वित्वं भूत्वा भू भू, तदनन्तरम् अत्र कुहोश्चुः नास्ति, अत्र अभ्यासे चर्चा एव भवति तत्र। तर्हि प्रथम झषः झष् भवति इति कृत्वा तत्र ह्रस्वः इत्यस्य अपि कार्यं भवति। तर्हि तत्र बु भू इति भवति, तदनन्तरं गुणो यङ्लुकोः इति कृत्वा बो भू इति भवति। यतोहि अस्माकं दीर्घोकितः अस्ति किल, ह्रस्वः कुर्मः दीर्घोकितः कुर्मः, दीर्घोकितः कुर्मः ह्रस्वः कुर्मः, तत्र द सैकल् इस् विशियस् किल। किन्तु एकवारं कृत्वा वयं पुनः तत् कार्यं न, परन्तु हलादिशेषः तु भवति किल भगिनि, पुनः पुनः कुर्मः किल हलादिशेषः इत्यस्य विषये। हलादिशेषः इत्यस्मिन् विषये पुनः पुनः कुर्मः, हा उपरि आगच्छति किल तत्र, तत् अकृत्वा अपि वयं भिन्नमपि कर्तुं शक्नुमः। एकनिमिषम्, उपरि गतसप्ताहे वयं चर्चितवन्तः किल तदपि भवति इति, एकनिमिषम्। यदा कृकृ इति स्वीकुर्वश्चेत् तृकारान्तधातूनां कृते पश्यतु भगिनि उपरि, तत्र कृकृ इति अस्ति, द्वित्वं भूत्वा कृकृ इति जाता, तदानीं तत्र अग्रे वयं कुर्मः न न अत्र उपरि प्रथमं तत्र उरत् इति उपयोगं कृत्वा किल, किञ्चित् उपरि कुहोश्चुः यदा सूत्रम् अस्ति तत्र कृ कृ खन् खन् गम् गम् इति आसीत् किल, कृ कृ अनन्तरं तत्र नास्ति, एकवारमेव आगच्छति इदानीं कुत्र इति पाठितम् आसीत् एकवारम् एव आयाति, तस्मिन् विषये किमपि वार्तिकं वा तस्य उपरि वृष वृष इति स्वीकरोतु, वृष वृष मध्ये किं कुर्मः इति वदतु भगिनि, अत्र वृष वृष इति अस्ति, अनन्तरं अस्तु हलादिशेष, अत्र भगिनी वदति हलादिशेषः एकवारं भूत्वा कृतं, तदनन्तरं रेफस्य अपि लोपः भवति वरवृष इति, परन्तु तत्र अकृत्वा अन्ततो गत्वा अपि कर्तुं शक्नुमः, एकवारमेव कृत्वा अपि कर्तुं शक्नुमः। न न भगिनि, अत्र अत्त आदेशः इत्येव अस्ति खलु, उरत् इत्यनेन अत्त आदेशः भवति ऋकारस्य स्थाने, तर्हि एकवारमेव हलादिशेषः, प्रथमसोपाने वृष वृष इत्यस्मिन् हलादिशेषः भवति, तदनन्तरं वृष इति अस्ति, तत्र तु उरत् इत्येव कार्यमस्ति खलु, तत्र किं भवति उरण्ड्रपुरः आगच्छति किल, किन्तु अत्र लूपिङ्ग् न भवति खलु, समानविषये न, परन्तु तस्य कार्यं पुनः कुर्मः किल, भवती उक्तवती किल एकवारं कृत्वा तदनन्तरं नास्ति, अग्रिमे सोपाने कर्तुं शक्यते, तस्मिन्नेव यत्र कृतं, उदाहरणार्थम् इकारस्य स्थाने दीर्घं कुर्मः, पुनः तदेव इकारस्य कुर्मः, पुनः ह्रस्वस्य दीर्घं कुर्मः इति तस्मिन्नेव स्थाने, स्थानं भिन्नमस्ति, परन्तु अन्यस्थाने कर्तुं शक्नुमः इति वा, निश्चयेन शक्नुमः, यत्र नो चेत् लुपिङ्ग् भवति चेत् तत्र लुपिङ्ग् नास्ति, तत्र तु विषयः अस्ति इति कृत्वा एव कुर्मः खलु, यदि विषयः नास्ति प्रसक्तिः नास्ति चेत् प्राप्तिः अपि न तत्र न भवति, प्रसक्तिः अस्ति चेत् तत्र वृष्टिः आयाति एव पतति एव, किन्तु अत्रापि तस्मिन् विषये स्मरति वा, अत्र तत्र महोदयेन वार्तिकम् उक्तम् आसीत्, पुनः पुनः न करणीयमिति वा, न स्मरामि, एकवारं कृत्वा तस्य कार्यं न भवति इत्यस्मिन् विषये सरला भगिनी स्मरति वा, इति अहं मन्ये महोदय उक्तवान्, दृष्ट्वा पश्यामः भगिनि एकवारं, स्मरणे नास्ति, अस्तु भगिनि, अग्रे धन्यवादः भगिनि। तर्हि इकारान्तानां समानम् अस्ति उकारान्तानाम् इति, केवलं गुणयङ्गलको भवति अस्य कार्यं खलु, गुणकार्यं भवति. ऋकारान्तस्य मणिमहोदय वदति वा महोदय? क्षम्यतां महोदय. अस्तु महोदय, ऋकारान्तानां ऋकारान्तधातूनां यङ् लुगन्धधातुः ऋतश्च ऋकारान्तधातोः अभ्यासस्य ऋक् ऋक् ऋक् इति त्रयः आगमः भवन्ति यं लुकि परे. ऋतः षष्ट्यन्तं च अव्ययपदं द्विपदं तं सूत्रं च शब्देन ऋग्रिकौ च लुकि इत्यस्मिन् अनुवृत्तः अनुवृत्त अभ्यासस्य यङ् इत्यनयोः अत्रापि अनुवृत्तिः. तेन सह ऋक् ऋक्रिकौ च लुकि इत्यस्य अपि स्वयं सम्पूर्णरीत्या अनुवृत्तिः. ऋगृदुपदस्य ऋगृपदस्य उत्पदस्य उपदस्य च इत्यस्मात् ऋक् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारक अनुवृत्तिसहितसूत्रं. ऋदश्च अङ्गस्य अभ्यासस्य ऋक् ऋकौ ऋक् च यङ् लुकि. अत्र सूत्रं वदति ऋकारान्तधातुः यत्र अस्ति अत्र अभ्यासस्य ऋस्थाने ऋक् ऋक् अपि च ऋक् अपि त्रयाणां रूपाणाम् आगतः इति आगमः इति अत्र अस्ति यङ् लुकि परे. त्रयस्य अत्रापि अनुवृत्तिसहितसूत्रमपि वदति तदेव ऋदश्च अङ्गस्य अभ्यासस्य ऋक् ऋकौ ऋक् इति च लङ्लुकि भवति इति उदाहरणम् अस्ति चेत् अत्र अनेन सूत्रेण ऋक् रि ऋक् रि ऋक् ऋ अथवा रेपः इत्येषां त्रयाणाम् आगमः आगमानां विधानं भवति सर्वेभ्यः यदा अत्र अभ्यासे रि इति अस्ति चेत् ऋ अस्ति चेत् ऋक् ऋक् ऋक् इति भवति. उदाहरणं कृ इति धातोः इदानीं यङ् प्रत्ययः यङ् लुगन्धधातुः कृ द्वितं भवति संज्ञं भवति कृ कृ इति. अनन्तरं कुहोच्युः इति इत्यनेन शर्कृ अनन्तरं उरत् उरत् कार्यं करोति अहं चिन्तयामि महोदय. अतः चर्र इति अनन्तरं आलादिशेषगत्येन रेपलोपः चक्र इति रूपम् इदानीं चर्र ऋकारः वा अस्ति इति मत्वा ऋकपि ऋकपि ऋ अपि भवति इति अतः सरीकृ सरिकृ सर्कृ इति. महोदय ऋकारः उरण्ड्रभगतेन रेप उरत् रेम् उरण्ड्रभगति इत्यनेन चर् भवति अलविशेषगतेन रेप लोपो भवति. अनन्तरं ऋकारः कथम् आदेशः अत्र अत्र उरत् इत्यस्य कार्यं भवति वा महोदय? अत्र मम प्रश्नः, मम तु एवम् अवगमनम् अस्ति यङ्ग्लुक्कि विशिष्टकार्यम् अस्ति खलु, तर्हि उरत् इत्यस्य कार्यमपि भवति वा अत्र इति प्रश्नः. तत्रापि महोदय एकः प्रश्नः अपि अस्ति अत्र ऋदश्चस्य परसूत्रम् उरत् इत्यस्य पूर्वसूत्रम् अनन्तरम् अभ्यास एव उरत् सर्वत्र गुणः भवति परन्तु ऋदश्च इत्यस्य सूत्रेण अभ्यास एव अपि च निमित्तमस्ति यङ्लुकि. अतः अहं चिन्तयामि ऋतश्च इति एव कार्यं करोति न वृत् इति नास्ति खलु महोदय. अत्र तु ऋगुपदस्य च इति सूत्रमस्ति खलु. ऋतश्च नास्ति वा सूत्रं ऋगुपदस्य च इति अस्ति खलु अत्र ऋकारान्त उपदस्य उपदा ऋकारः अस्ति महोदय, क्षम्यताम्, ऋकारः उपदायाम् अस्ति महोदय, तस्मिन् विषये वयं वदन्तः स्मः. अन्ते ऋकारः अस्ति चेत् उतश्यति कार्यं भवति, ऋतश्य इति कार्यं भवति. अत्र तु ऋकारान्तः नास्ति खलु, उपदायां क्षम्यतां मम वयं तु ऋकारान्तानामेव अधुना पठन्तः स्मः खलु, ऋकारान्तानां धातूनामेव. क्षम्यतां मम करपत्रं तत्र कुत्रचित् गतं, क्षम्यतां महोदय. आम्, ऋतश्य इति अस्ति, तर्हि प्रश्नः कः आसीत् महोदय, पुनः वदतु. चर्कृ इति रूपं भवति, अनन्तरं चर् लोपो भवति हलादिशेषः इत्यनेन, अनन्तरं ऋक् आदेशः अथवा ऋक् अथवा रीक् इति चर्कृ इति रूपम् उक् आदेशः वा अत्र ओके अस्तु. ऋक् इति ऋक् भवति अतः रेप अस्ति उकार उच्चारणार्थं चर्कृ इति रूपम्, अनन्तरं चरीकृ चरिकृ इति. भगिनी अत्र उरत् किमर्थं कुत्र कार्यं करोति वा भगिनि? आं भगिनि, अभ्यासस्य भवति किल, तर्हि अभ्यासे कृ इति अस्ति किल. आम्, तर्हि तत्र उरत् इति कार्यं भवति, तदनन्तरं उरण्ड्रपरः अपि भूत्वा कर्कृ इति भवति, तदनन्तरं रेफस्य लोपः हलादिशेषः इति कृत्वा ककृ, तदानीं कुहोश्चुः इति कृत्वा चक्र. इदानीं चक्र इति चक्र इति इदानीं ऋकारान्तधातुः अस्ति. महोदयेन पृष्टं किल सुब्रह्मण्यमहोदय, तत्र ऋकारान्तः कथम् इति, तत्र अभ्यासस्य ऋ इति न स्वीकुर्मः, धातुः इदानीं चक्र इति अस्ति, अतः ऋकारान्तधातुः अस्ति इति कृत्वा ऋतश्च इत्यस्य प्रसक्तिः प्राप्तिः, तदानीं त्रयः आगमः आगच्छन्ति, चरिकृ चर्कृ इति. परन्तु ऋतस्य सूत्रं विशिष्टसूत्रं नास्ति वा? परसूत्रमपि निमित्तमपि अभ्यासे एव कार्यं करोति, यङ्लुकि निमित्तम् इति, परन्तु स ऋतस्य सूत्रं सर्वत्र भवति, अभ्यासे वा अथवा पदान्ते धातोः अन्ते वा इति. न ऋदस्य कुत्रापि कार्यं करोति किल, अभ्यासे एव धातोः अन्ते ऋ अस्ति चेत् अपि अत्र कार्यं करोति, परन्तु ऋदस्य अभ्यासे एव अस्तु महोदय. न श्रूयते भगिनि, किम् उक्तवती? किञ्चित् अन्यत् ध्वनिः आगतं भवत्याः दूरवाण्याः, प्रायः न जाने कुतश्चित् किमस्ति, डिस्टर्बेन्स् अस्ति खलु, तत्र किमपि आगतम् न महोदय. अहं तु भवतः प्रश्नः अस्ति अत्र ऋतश्य इति सूत्रम्, अनन्तरं उरत् इति सूत्रम्, एवं खलु महोदय? द्वयोः ऋतश्य एव कार्यं करोति, उरत् न आवश्यकः इति मम चिन्तनं, सम्यक् नास्ति चेत् सम्यक्. किन्तु महोदयेन यथा उक्तं, सर्वत्र तु वृष्टिः पतति एव खलु, चक्र इति तेनैव कारणेन चक्र इति कार्यम् आगच्छति खलु, नो चेत् चक्र इति रूपमेव न भवति, रूपं न भवति. अधिकारेषु समानम् अधिकारम् अस्ति, अथवा उरत् इत्यस्य अनन्तरं ऋतस्य इत्यस्यापि अधिकारः अनुवृत्तिः सर्वं समानम् अस्ति, केवलं यङ्लुकि कार्यम् अस्य कार्यम् इति तु भेदः वर्तते, किन्तु अधिकारः तु अङ्गस्य अनन्तरम् अभ्यासस्य इत्येव अधिकारः वर्तते. तर्हि समान अभ्यासकार्यमेव खलु एतदपि. परन्तु भगिनि तत्र सामान्यकार्याणि अपि च विशिष्टकार्याणि इति कृत्वा प्रथमं सामान्यकार्याणि कुर्मः, तदनन्तरं विशिष्टकार्याणि अपि यत्र यथा प्रसङ्गं कुर्मः इति. किन्तु भगिनि यथा पूर्वं वयं दृष्टवन्तः उदाहरणानि उरत् सूत्रस्य प्रति कृष् हृष् तत्र वयं ऋतश्च न कृतवन्तः. सामान्य अभ्यासकार्याणां विषये एव चिन्तनम् आसीत्, किन्तु इदानीं वयं जानीमः वयं तु यङ्ग्लुक् निमित्तीकृत्य कार्यमपि कर्तव्यं खलु. इदानीं यदि कृष् कृष् अस्ति, कृष् कृष् कृ क्रश् तश्च कृष् भवति, इदानीं ऋतश्चपि करणीयं न करणीयं? मम तत्र तु ऋकारान्तधातुः एव नास्ति किल, चक्र अत्र भवति, परन्तु यथा भवती पृष्टवती कृष् कृष् मध्ये तु शकारान्तधातुः भवति किल. आम् अस्तु, किन्तु अभ्यासे चर्च हल्लादिशेषनेन चक्र आगच्छति. कृ अपि वयं पूर्वं कृतवन्तः किल, कृ अपि उपरि कृतवन्तः, परन्तु तत्र केवलं यथा भगिन्या उक्तं तत्र सामान्यकार्याणि दृष्टवन्तः इति कृत्वा तत्र ऋतश्च इत्यस्य वयं न चर्चितवन्तः. तस्य एव इदानीं ऋतश्चापि भवति इति. उपरि कृ इति दृष्टवन्तः किल, कृष् आमाम् यत्र आसीत् तत् अत्र आवश्यकं नास्ति. ऋतश्च इतोपि अस्ति न महोदय, ऋतस्य इत्यस्य आवश्यकता एव विशिष्टकार्यमस्ति. प्रथमं तु सामान्यकार्यं भवति. क्षम्यताम्, अत्र नास्ति, अत्र अस्ति. हेमा भगिनी उक्तवती पूर्वं कृतातुः, अत्र ऋतस्य न तत्र न पठितं तावदेव. तत्र तु सामान्य अभ्यासकार्याणां विषये वयं केवलं चर्चां कृतवन्तः तावदेव. किन्तु पूर्णतया यदि वयं प्रक्रियां पश्यामः, प्रथमम् उरत् भवति, अनन्तरं ऋतस्य भवति, तदनन्तरमेव वयं यङ्ग्लुक् रूपं साधयामः. यङ्ग्लुक् धातुः, तर्हि यङ्ग्लुक् धातुः इति पश्यामः चेत् चरीकृ चरीकृ चरीकृ चर्कृ इति त्रयः धातवः सन्ति खलु. महोदय धन्यवादः. पुष्पभगिनी मृ धातुः विषये वदति वा? किं करोमि भगिनि? अग्रे भगिनि, अत्र ब्रु धातुः अस्ति. ब्रु ब्रु यङ्गाचि इत्यनेन, यङ्गोचि इत्यनेन द्वित्वकार्यं केन केन सूत्रेण द्वित्वकार्यं भवति? यङ्ग्लुगन्तोः इत्यनेन ननु यङोचि च इत्यनेन लुक् भवति, लुक् भवति यङ् प्रत्ययस्य लुक् भवति. तत्र प्रथममेव भवति यङोचि च इत्यनेन प्रथममेव अनैमित्तिकम् इति कृत्वा प्रथममेव लुक् भवति. तदनन्तरं यङोचि च गुण क्षम्यतां संयङोः इत्यनेन द्वित्वकार्यं भवति. द्वित्वकार्यं ब्रु ब्रु अत्र अभ्यासे चर्चा इत्यनेन पूर्वे एतद् ऋतश्च कार्यं करोति न ऋतश्च ऋतश्च तथा किमपि नास्ति. प्रक्रिया यत् सोपानं यत् अस्ति 1 2 3 4 इति क्रमेण गच्छामः इति कृत्वा प्रथमं तु प्रथमं किम् आगच्छति उरत् अस्ति, संख्या पश्यामः उरत् अस्ति, अनन्तरं सूत्रसङ्ख्यां पश्यामः चेत् अत्र अभ्यासे चर्चा कस् संख्या चर्चास्य परिवर्तनं एवं वदामि भगिनि 54 अस्ति खलु, क्षम्यताम् अभ्यासे चर्चा 54 अस्ति. अस्तु अस्तु, तर्हि प्रथमम् उरत् भवति, तदनन्तरम् अभ्यासे चर्चा. तत्तु ऋकारः गच्छति पूर्वे परे अभ्यासे चर्चा कार्यं करोति. तत्तु प्रथमं तु उरत् भवति, अनन्तरम् उरन् रपरः इति सः यः यः अत् आगच्छति सः तु रपरः भवति इति कृत्वा बर् बर् बृ इति भवति. तदनन्तरं हलादिशेषः इत्यनेन बभ्रु इति बभ्रु. परन्तु अत्र तदनन्तरम् अभ्यासे चर्चा भवति बभ्रु इति बभ्रु. परे तु एतद् ऋतश्च कार्यं करोति न? तदनन्तरम् अन्तिमसोपाने ऋतश्च इति चिन्तनं नावश्यकम् इति संयोः तद् तत् प्रथमकार्यम् अत्र ब्रु ब्रु आगच्छति. परे उरत् ऋकारः गच्छति, ऋकारलोपः इत्यनेन अकारः आगच्छति, ऋकारस्य स्थाने अकारः आगच्छति. सः ऋकारः यदा अकारः आगच्छति सः अकारः रेप् रपरः अपि भवति, उरन् रपरः इति समानकाले एव आगच्छति. परे आगच्छति आगच्छति अभ्यासचर्चा प्रथमं कार्यं करोति. परे बर् बब्रु बर् बर् बर्ब्रु आगच्छति. तत्तु तदेव बरिब्रु बरिब्रु बर्ब्रु ते सर्वे एव आगच्छति. सम्यक् अहं वदामि वा हृ धातोः विषये. अत्र हृ इति अस्ति, अनन्तरं धातोरेकाचो क्रिय हलादेः क्रियासमभिहारे यङ् इत्यनेन हृ योगः यङ् प्रत्ययः विधीयते. तदनन्तरं यङोचीच इत्यनेन अनैमितिकम् अस्ति इति कृत्वा प्रथममेव अन्तरङ्गकार्यं भवति, तर्हि हृ इति अवशिष्यते, यङ् इत्यस्य लुप् भवति. तर्हि हृ योगः इत्यपि प्रत्ययलोपे सति प्रत्ययकार्यं तु सम्भवति एव. अत्र संयोः इत्यनेन द्वित्वकार्यं भवति, तर्हि हृ हृ इति भवति. तदनन्तरम् उरत् इत्यनेन हर् हृ इति भवति. उरत् अनन्तरं उरन् रपरः उभयोः द्वयोः कारणेन अत्र हर् हृ इति भवति. हलादिशेषः इत्यनेन हह्रु इति भवति. तदनन्तरं अत्र कुहोषुः इत्यनेन जह्रु इति भवति. तदनन्तरं ऋतश्च इत्यनेन अत्र ऋकारस्य स्थाने ऋकारान्त धातोः अभ्यासस्य स्थाने अभ्यास यत्र स्वरः अस्ति तस्य स्थाने अन्तिमवर्णस्य स्थाने रुक् रिक् रीक् इति त्रयः आगमः भवति इति कृत्वा जरिहृ जरिहृ जर्हृ इति धातुत्रयं सनाद्यन्तदातवः इत्यनेन येषां सर्वेषामपि धातुसंज्ञा वर्तते. अत्र अभ्यासस्य अन्तिमवर्णस्य तु अलोन्तस्य इत्यनेन कार्यं भवति खलु अन्तिमवर्णस्य स्थाने. यदि दोषं वदामि चेत् कृपया वदन्तु. ऋकारात् धातूनां पुनः सरला भगिनी वदति वा भगिनि? अस्तु भगिनि. ऋकारान्त यङ् लुगन्त धातु इति दीर्घरिकारान्त धातु त्रि त्रि त्रि तत्र दीर्घोकित इत्यनेन अकित् अभ्यासस्य दीर्घादेशः भवति यङ् लुकि. तात्र इति यङ् लुगन्त धातु एवमेव. सो रिकार दीर्घरिकारान्त धातु यदि अस्ति तत्र त्र इति अभ्यासे प्रथमं हलादि एकाचो संहारे यदि सूत्रेण यङ् विधानं भवति तदनन्तरं यङोचि अनेन यङ्लुक् भवति, संयङो अनेन द्युतं भवति, त्रि त्रि भवति. इदानीम् उरत् इति सूत्रेण अत् आदेशः भवति. अत् यदि अत् आदेशः अस्ति सो उरन् रपर भवति, उरन् रपर भवति. सो त तर् आगच्छति तर्तृ हलादिशेषनेन रेफस्य लोप भवति सो तर्तृ भवति दीर्घो कित् इति सूत्रेण अभ्यासस्य स्वरस्य दीर्घः भवति सो तातृ इति भवति इदानीम् एवमेव यदि वृ अस्ति तु वृ वृ वर् वृ भवति तदनन्तरं ववृ वा वृ आगच्छति यत्र जृ अस्ति तत्र जा जाजृ भवति यत्र शृ अस्ति रूपं भवति शाश्र अत्र तु शास्त्र इत्येव भवति खलु अत्र किमपि अन्यत् सामान्यकार्यं शकारस्य स्थाने किमपि अन्यवर्णः न आयाति खलु न आयाति शास्त्र इति भवति केवलं भृ यत्र तत्र अन्यकार्यं भवति भृ भृ तदनन्तरं भर् भृ तत्र अभ्यासे च अनेन भकारस्य बकार भवति सो बभृ तदनन्तरं दीर्घोकितनेन बाभृ आगच्छति तत्र यत्र दृ अस्ति तत्र अन्य को कार्यं न भवति दादृ भवति तथैव पृ अत्र अस्ति पापृ इति भवति दादृ तत्र अभ्यासे चर्चने दकारस्य चरादेश भवति अभ्यासे आं भगिनि अभ्यासे चर्च इत्यनेन केवलं चतुर्थवर्णस्य एव द्वयो भवति यदि चर् अस्ति खय् अस्ति तु चर् आदेश भवति यदि झय् अस्ति तु झष् आदेश भवति इति अस्ति अभ्यासे चर्च अभ्यासे विद्यमानस्य झल् वर्णस्य यथा योग्यं झश् वा चर् वा आदेशः भवति भगिनि यद्यपि चर्च इति अस्ति तथापि झश् अपि अस्ति तत्र अनुवृत्तितः आगच्छति झल् वर्णस्य स्थाने झश् वा चर् वा आगच्छति इति कृत्वा दकारस्य तृतीयवर्णस्य किमपि अत्र भेदः न भवति तत्र तु तिष्ठति एव तृतीयवर्णः तिष्ठति एव आम् अस्तु आम् कारणं तथैव अत्र किं ह्रस्व ऋकारः दीर्घ ऋकारः द्वयोः अपि ग्रहणम् अस्ति किमर्थमित्युक्ते सपरकरणं न कृतं किन्तु यत्र ऋतश्च इति आसीत् तस्मिन् तु केवलं ह्रस्व ऋकारान्तानाम् एव ऋतश्च इत्यनेन ऋक् रीकौ आदेशो आदेशः भवति अत्र तु उरत् इति तु ह्रस्व ऋकारस्य दीर्घ ऋकारस्य द्वयोः अपि ग्रहणं भवति आं महोदय तदेव मम कथनमपि आसीत् तत्र उरत् इति मध्ये केवलं तत्र ह्रस्वस्य दीर्घस्य ग्रहणं भवन्ति ऋतश्च केवलं ह्रस्वस्य एव इति ऋकारान्तानाम् अस्ति इति कृत्वा अत्र द्वयोः प्रसक्तिः अस्ति इति समीचीनं भगिनि तत्र गृधातुः अस्ति गृधातुः शब्दे इत्यस्य अनभिधानस्य लोके अप्रयुज्यमानस्य कारणेन यङ् प्रत्ययो न भवति तदर्थञ्च यङ् लुगन्तरूपमपि न भवति धातुपाठे द्वौ घृ धातुः स्तः तुदादिगणे घृ निगरणे लटि गिरति इति क्रियादिगणे घृ शब्दे लटि गृणति इति घृ शब्दे इत्यस्य अनभिधानस्य लोके अप्रयुज्यमानस्य कारणेन यङ् प्रत्ययो न भवति काशिकायां दीयते यत् केचित् ग्र इति गिरतेर्गृणातेश्च सामान्येन ग्रहणम् इच्छन्ति अपरे तु गिरतेरेव न गृणातेः गृणातेर्हि यङेव नास्ति अनभिधानात् इति यङि इति किं निगीर्यते अत्र गृ धातुं स्वीकुर्मश्चेत् तत्र गृ धातुः धातुद्वयं दृश्यते तत्र एकस्मिन् तुदादिगणे प्रसक् दृश्यते अपि च क्रियादिगणे अपि रूपमस्ति तुदादिगणे शप् विकरणप्रत्ययेन तत्र कार्याणि भूत्वा गिरति इति रूपं गृ क्रियादिगणे क्रियादिगणे तु गृणति इति रूपम् अस्ति तर्हि तत्र गृ धातु शब्दे क्रियादिगणे अस्ति निगरणे इत्युक्ते स्वालो इत्यर्थे तत्र तुदादिगणे अस्ति अत्र क्रियादिगणस्य शब्दे इत्यर्थे तु लोके प्रयोगः एव न दृश्यते इति कृत्वा तत्र यङ् प्रत्ययः एव न भवति यङ् न भवति इति कृत्वा यङ् लुगन्तरूपमपि नास्ति इति उक्तमस्ति अपि च परन्तु केचन जनाः वदन्ति तत्र गिरते गृणातेश्च इति द्वावपि तत्र ग्रहणं भवेत् इति परन्तु अन्ये तु वदन्ति तत्र केवलं गिरति इत्युक्ते तुदादिगणस्य एव तत्र भवति क्रियादिगणस्य न भवति इति तत्र रूपभेदः भव मतभेदः वर्तते इति यङि इति किं शब्दः भवति वा भगिनि ध्वनिः आगच्छति वा यङि इति किम् इति प्रश्नः अस्ति अन्ते तत्र किं भवति निगीर्यते इति उक्तं तस्य यक् रूपमस्ति ओ निगीर्यते इति तर्हि तत्र तु ऋङ्गादेशः भवति वा तदनन्तरं हलीच इति कारणेन तत्र दीर्घः भवति इति मन्ये तर्हि तत्र तत्र तु निगीर्यते इति रूपम् अस्ति किन्तु यङि एव रूपं नास्ति इति खलु सत्यं सत्यं हा यङि इति किम् इत्युक्ते तत्र केवलं यङि न रूपं नास्ति परन्तु यकि अन्यत्र भवति तस्य इति कृत्वा तत्र अत्र गृधातुतः एव गीर गीर्देवी गीरवाणी इति आगच्छति सरस्वत्याः नाम समीचीनं तर्हि अत्र केवलं एता किं स्मरणीयम् इत्युक्ते तत्र लोके क्रियादिगणस्य रूपाणि न भवन्ति यङ्गः अपि च यङ् लुकः किन्तु तस्मात् पूर्वम् उक्तमासीत् उभयोः अपि न भवति इति खलु दादिगणस्य क्रियादिगणस्य उभयोः अपि न भवति इति प्रथमवाक्ये दत्तं शब्दे इत्यस्य अनभिधानस्य शब्दे इति केवलं शब्दे इत्युक्ते तत्र क्रियादिगणे तस्य अनभिधानस्य इत्युक्ते लोके अप्रयुज्यमानस्य कारणेन यङ् प्रत्ययः न भवति यङ् लुक् अपि न भवति इति दत्तं किल केचन जनाः तत्र मतभेदः वर्तते इति तर्हि तत्र तु गागृ इति भवति यत्र रूपं वा यत्र यत्र यङ् भवति तत्र किम् इति वा निगीरणे इत्यस्मिन् अर्थे तस्य यङ्लुकरूपं तु गाग्र इति गाग्र इत्युक्ते दीर्घोकितः अपि अभवत् इति किल अस्ति भगिनि रामप्रिय भगिनी आं भगिनि अत्र प्रश्नः उदेति यत् किमर्थं ऋथ इत् धातोः इत्यनेन ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकारादेशः न स्यात् तातृ ऋत इत् धातोः थाति उरण्परः तातिर् इति किमर्थं न स्यात् यद्यपि अङ्गकार्यमस्ति यङ्लुक् अथवा अन्यं प्रत्ययं निमित्तीकृत्य नास्ति किल किन्तु तथापि अङ्गकार्यम् इति तु अस्ति अत्र यङ् लुक् जातम् इति कारणतः न लुमताङ्गस्य इत्यनेन इदं कार्यं निषिद्धम् अस्तु इदानीं तत्र प्रश्नः अस्ति यदा वयं ऋकारान्तदातुः दीर्घऋकारान्तदातुः स्वीकुर्मः चेत् तत्र ऋत इद्धातोः इत्यनेन रुदन्ताङ्गस्य ह्रस्व इकारादेशः किमर्थं न भवति इति. तत्र यदा तस्य प्रसक्तिः अस्ति चेत् तत्र तातृ इति यद् धातुः यङ्लुगन्तरूपमस्ति तत् ऋत इद् धातोः इत्यनेन थाति उरण्परः थातिर् इति किमर्थं न भवति इति. तत्र उत्तरमस्ति अङ्गकार्यम् अस्ति, यद्यपि अङ्गकार्यमस्ति यङ्लुक् अथवा अन्यप्रत्ययं निमित्तीकृत्य नास्ति किल. ओ अस्तु, ऋत इद् धातोः यद्यपि अत्र सूत्रे अङ्गस्य इति अधिकारे वर्तते इति कृत्वा प्रत्यनिमित्ते कृत्यम् अस्ति, अङ्गकार्यम् अस्ति इति. धातोः 7-1 इति एव अस्ति. आम् अङ्गकार्यम् अस्ति, किन्तु तदापि अङ्गकार्यम् इति तु नास्ति. अत्र यङ्लुक् जातम् इति कारणतः नालुमताङ्गस्य इत्यनेन एतत् कार्यं तु निषिद्धं, प्रत्ययनिमित्तिककार्यं. प्रत्यनिमित्तिकार्यं नास्ति किन्तु अङ्गकार्यं तु अस्ति खलु, विपरीतत्वेन उक्तवती. प्रत्ययं निमित्तीकृत्य नास्ति, सप्तम्यां किमपि नास्ति, किन्तु किन्तु अङ्गस्य इति अधिकारे वर्तते इति कृत्वा अङ्गकार्यम् अस्ति इति कृत्वा न लुमताङ्गस्य इति निषिद्धं कार्यं निषिद्धं भवति. अस्तु, अतः न भवति. आम् महोदय. अधुपतधातूनां यङ् लुगन्तः धातुः सामान्यं द्वितीय अभ्यासस्य कार्यं कृत्वा अभ्यासस्य अन्त्यस्य आवर्णस्य दीर्घत्वं भवति दीर्घोक्तितः इति सूत्रेण. उदाहरणं गल् गल् गल् गगल् जगल् जागल् इति यङ् लुगन्तधातुः. अत्र दीर्घसूत्रं वदति यदा धातुः द्वितं भवति तस्य परम् अभ्यासस्य अन्तिम अल् वर्णः इत्युक्ते ग इत्यस्य ग प्लस् अ अत्र स्वरसहितः अकारः अस्ति, तस्य अकारस्य स्थाने अन्तिमवर्णस्य स्थाने दीर्घत्वं भवति इति. तदेव गल् गल् अलादिशेष कश्चन गगल् इति रूपं भवति. अनन्तरं कुहोचु इत्यनेन ककारस्य जकारादेशः जगल्. इदानीम् अत्र अकारस्य दीर्घत्वं भवति जागल् इति यङ्लुङ् धातुः इति. तदेव पच्छपि वदामि वा अन्यः पच् पच् इति रूपम् हलादिशेषगत्येन पपच्. अनन्तरं दीर्घोक्तः इति सूत्रेण पापच् इति. तदेव वद् धातुः अपि वावद् गद् धातुः अत्र कुहोचुः कार्यं करोति हलादिशेष गगत् अत्र हला कुहोचुः कार्यं कृत्वा जगत् भवति. अनन्तरं दीर्घोक्तः इति सूत्रेण जाग जागत् इति. पट् धातुः अपि पापट्, लस् धातुः अपि ला लस्, लप् धातुः ला लप् इति सामान्यत रूपाणि भवन्ति. भगिनि मम प्रश्नः अस्ति, यदि एते रूपाणि भवति पापच् वावद् एते पदम् अस्ति साधु पापच् वावद् जागत् इति, कारणं कि यङ् लुक् भवति यङ् विधानं तु भव अभवत् साधु धातुसंज्ञा प्राप्नोति खलु धातुसंज्ञा, किन्तु पदमपि भवति साधु सुप्तिङन्तं नास्ति खलु, सुप्तिङन्तमेव पदम् अस्ति खलु. अस्तु, केवलं धातुसंज्ञा. तदनन्तरं यत्र यदि क्विप् प्रत्ययं योजयामः चेत् तत्र तु क्विप् प्रत्ययं योजयित्वा पदं भवितुम् अर्हति. अस्तु, तत्र वावसाने इति तस्य कार्यं न भवति साधु, पापट् इति पापट् इति भवेत् इति न भवति. किं किं भगिनि? हल् सन्धि कार्यं न भवति इदानीं साधु. हल् सन्धि कार्यं अत्र प्रत्ययः आगच्छति खलु, अत्र प्रत्ययः परे आगच्छति, तर्हि तदनुसृत्य तिङ् प्रत्ययस्य आगमनं यदि यङ् लुकि तिङ् प्रत्यय आगति तदानी भवति आं भगिनि नित्यस्ति इति कृत्वा एवं मन्ये प्रत्ययः आत्मनेपदिनः भवन्ति खलु इति कृत्वा अग्रे रूपाणि साधयामः वयं सन्धिकार्यं भवति भगिनि तदनन्तरं तिङ्निमित्ति कृते सन्धिकार्यं भवति तत्र इदानीं यदि पापट् भवति तत् पापट् न भवितुं शक्नोति आम् न भवति क्विप् प्रत्ययः आगच्छति चेत् भवति क्विप् प्रत्ययं योजय योजयित्वा नामपदं वयं प्राप्नुमः खलु तत्र तु पदसंज्ञा कृत्वा तदा तु अन्ते अन्तिमवर्णस्य तु पदान्ते अस्ति इति कृत्वा तादृशकार्याणि अपि भवन्ति किन्तु अत्र अधुना वयं यङ् लुगन्त प्रायः प्रक्रिया अस्माकं तिङ् प्रत्ययस्य योजनं भवति अग्रे इति अस्तु धन्यवादः पुष्प भगिनी अग्रे पठति वा भगिनि वयं कृतवन्तः वा विशेषः इति आमां भगिनि कृतवन्तः पठतु भगिनि तदेव विशेषाः कस् कस् एकनिमिष किन्तु महोदयस्य ध्वनिमुद्रणे तत्र नाम यत् स्थापितवान् तत्र तु विशेषः इति अस्ति अस्ति आम् अनुनासिकपर्यन्तं पञ्चबिन्दुपर्यन्तं कृतवन्तः पञ्चबिन्दु बहु किमपि कृतवान् अस्तु अहन्तु एतावत् पर्यन्तं एव इति कृत्वा अहं बहु न्यूनमस्ति इति चिन्तितवती पद् इति त्रयाणां धातूनां यङ् लुगन्तधातुः निग् वन् वञ्च सुद्वं सुभ्रं सुक सपद पद पदस्कन्दां वञ्च स्रं स्रं द्वंस् ब्रंस् खस् पत् पद् स्कन्द् एतेषां धातूनाम् अभ्यासस्य नीक् आगमः भवति यङ्गि लुकि यङ्गि यङ् लुकि लुङ्कि च यङ् यङ् यङ् लुकि स बोद्धे अपि वञ्चुश्च स्रंसुश्च ध्वंसृश्च भ्रंसुश्च कासश्च पदश्च पदश्च कस्कन्द च तेषाम् इतरेतरद्वन्द्वः वञ्चुस्रंसु ध्वंसु भ्रंसु कसपद पदा पदस्कन्दः तेषां नीक् प्रथमान्तं वञ्चुस्रंसु ध्वंसृ ध्वंसृ ध्वंसु भ्रंसु कस पद पद स्कन्दां षष्ट्यन्तं द्विपदमिदं सूत्रम् अत्र लोपो अन्यत् अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ्लुकोः इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रञ्चु स्रंसु ध्वंसु भ्रंसु कस पद पद स्कन्दा स्कन्दाम् अङ्गस्य अभ्यासस्य नीक् यङ्लुकोः अत्र सर्वे न एतद् कस्पत् पद् एव यङ्लुक् विधि कस्तु कस् कस् आगच्छति परे तु सकारस्य लोपः भवति लोपोभ्यासस्य इत्यनेन भगिनि हलादिशेषः इति हलादिशेषः क्षम्यतां हलादिशेषः अत्र तु ब्राद्वा ते सर्वे विषयं वदति अभ्यासः न अभ्यासस्य अस्तु सकारः लोपः भवति, तत्तु ककस् इति आगच्छति. चोः कुः इत्यनेन ककारस्य कुहोश्युः इति कुहोश्चुः सन्धिकार्यम् अस्ति विपरीततेन भवति. चोः कुः न कुहोश्चुः क्षम्यतां कुहोश्चुः. तत्कारणेन ककारस्य चकारः परिवर्तनम् आगच्छति चकस् इति. अत्र नीक् आगमः भवति, अत्र चनि चकारस्य ककारस्य मध्ये नीक् आगच्छति. अत्र यङ्गिलुकि अत्र ना वदति मध्ये आगच्छति इति, नीक् आगमः भवति इति अस्ति. कुत्र आगच्छति नीक् आगमः इति उक्तमस्ति खलु, अभ्यासस्य नीकागमः इति अस्ति. अभ्यासस्य अत्र नीकागमः आद्यन्तौ टकितौ इत्यनेन कित् अस्ति इति कृत्वा परे आगच्छति. कित् नास्ति, कित् अस्ति इति कृत्वा परे आगच्छति. तर्हि च इत्यस्मात् अनन्तरम् अभ्यासस्य अनन्तरम् आगच्छति इति कृत्वा च नीकस् इति भवति. अत्र किमर्थं दीर्घोकितः इत्यस्य प्रसक्तिः प्राप्तिः भवति वा इति चिन्तनम् अत्र न भवति. किमर्थं न भवति दीर्घोकितः इत्यस्य? दीर्घोकितः कार्यं तु अत्र न करोति. कितं कथम्? एकनिमिष, दीर्घोकितः इत्यस्यापि प्रसक्तिः अस्ति, तत्र नास्ति. दीर्घोकितः अकित् अभ्यासस्य अकित् अभ्यासस्य दीर्घोदेशः तु कितागमः जातम् इति कृत्वा अकित् अभ्यासः नास्ति इति कृत्वा दीर्घोकितः नास्ति. अस्तु, न पठामि, एकनिमिष. एवमेव पत्पत् पपत् पनीपत् पद् अपि पनीपद् इति आगच्छति. वञ्च स्रंस ध्वंस भ्रंस स्कन्द चेति धातवः अनिजित् धातूनां स्थले वक्ष्यमाणाः अस्तु. अनिजित् तत्र क्षम्यतां, सरला भगिनी हरि अस्तु. अत्र प्रश्न उदेति कस् कस् कस् ककस् चकस् चनीकस् इति स्थितो. यदि चनी इति अभ्यासः अस्ति तर्हि किमर्थं गुणो यङ् लुको इत्यनेन गुणः भूत्वा चनीकस् इति न स्यात्? उत्तरत्वेन विधानस्य सामर्थ्यात् गुणो न भवति. इष्टः यङ् लुगन्तधातु यदि चनेकस् इति अभविष्यत् तर्हि पाणिनि साक्षात् नेक् इति आगमम् अकरिष्यत्. आगमः यदा कोऽपि भवितुम् अर्हति तदा पाणिनि साक्षात् नेक् इति आगमं व्यधास्यत्. एतादृशात् स्वातन्त्र्यात् आगमस्य सामर्थ्यं वर्तते. अनेन सामर्थ्येन नीक् इत्युक्तं चेत् नीक् इत्येव इष्टम्. अस्मिन् सामर्थ्ये लाघवम् अपि अस्ति. इदानीं प्रश्नः अस्ति यदि कस् इति धातु स्वीकृत्य यङ्लुगन्त इति प्रक्रियायां कस् कस् भवति, तदनन्तरं क कस् आगच्छति अभ्यास हलादिशेषनेन ककस् अतः कुहोचु अनेन ककारस्य चकार भवति चकस्. इदानीं नी वञ्चु संसृ ध्वंसु सुभ्रसु कसपत् पदस्कन्दाम् इति सूत्रेण नीक् आगमः भवति, तत् चन्नीकस् भवति. यदि चन्नीकस् अस्ति अभ्यासः अस्ति चन्नी, इदानीं कथं गुणो यङ्लुको इत्यनेन ईकारस्य गुणः न भवति चन्नीकस् न भवति? उत्तरम् अस्ति आगमस्य लाघवं सामर्थ्येन. अर्थम् अस्ति यदि आगमः भवति यत् इष्टं पाणिना पाणिना यत् इष्टं तत् एव स्वीकृतम् अस्ति. यदि पाणिना इष्टम् अस्ति चने चने अपि आगमं कर्तुं शक्नोति स्म, किन्तु इति न कृतवान्. अतः लाघवात् चने तस्य इष्टं रूपम् अस्ति, अतः तस्य गुण न करणीयं. यदि आगम लाघव सामर्थ्येन इति प्रक्रिया अग्रे न कर्तुं शक्नो प्रक्रिया अग्रे करणीयस्य कर्तव्यस्य आवश्यकता न भवति इति तस्य अर्थः. उभयोः सूत्रयोः तु प्रसक्तिः प्राप्तिः यङि यङ्लुकि एव भवति इच्छति चेत् तथा स्यात्. यदि पाणिनि इच्छति तद् अनेक इति अपि आगमः कर्तुं शक्नोति स्म, किन्तु इदानीं तत् न कृतवान्. अतः जब् जब् इति तस्य अपि पठति जब् जब् दः पश् इति चत्वारिणां धातूनां यङ् लोगन्तधातु. जब् जब दः दश भण्य चतुर्णां धातूनां खलु चतुर्णां धातूनाम् अहं न जानामि कथं चतुर्णां, पञ्चधातवः सन्ति अत्र. भञ्ज् इति अनुनासिक अस्ति, तस्य प्रक्रिया अग्रे महोदय उक्तवान्. यदि किन्तु यदि भञ्ज् अस्ति तत् अनदितं हल् धातूनां तत्र स्थाने आगच्छति अहं चिन्तयामि. जप जप दह दश भञ्ज पश्यां च, जप जप दह दश भञ्ज पश् इत्येषां धातूनाम् अभ्यासस्य नुक् आगमो भवति यङ् लुकि च. नुक् इत्यस्मिन् ककार इत्संज्ञक उकारश्च उच्चारणार्थं नुक् अनुस्वारस्य उपलक्षणं. जपश् झबश् दहश्च दशश् भञ्जश् पशश्च तेषाम् इतरेतरद्वन्द्व. जप जप दह दश भञ्ज पश् तेषां, जप जप दह जप भञ्ज पशां षष्ठ्यन्तं चावव्ययं द्विपदं सूत्रम्. अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्ति गुणो यङ् लुको इत्यस्मात् यङ् लुको इत्यस्य अनुवृत्ति नुगतो अनुनासिकान्तस्य इत्यस्मात् नुक् इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं. जप जप दह दश भञ्ज जपाशां च अङ्गस्य अभ्यासस्य नुक् यङ् लुको भवति. सूत्रं वदति जप जप दह दश भञ्ज जप पश एतेषाम् उल्लिखितां धातूनां नुक् अभ्यासस्य नुक् आगम भवति यङ् लुकि प्रक्रियायां, यङ् या यङ् लुकि प्रक्रियायां. यदि नुक् आगमः भवति तस्य अनुस्वारस्य उपलक्षणं भवति इत्युक्ते अनुस्वार साक्षात् नकारस्य स्थाने विधानं भवति. नष्टापदांस झलि इति सूत्रस्य कार्यं करणस्य आवश्यकता नास्ति. सो जप् इति धातोः हलादे एकाचुक्रिया संहारे यङ् विधानं भवति. तदनन्तरं संयङ् यङोचि यङ् लुक् भवति. संयङो अनेन द्युतं जप जप् भवति. हलादिशेषनेन पकारस्य अपगमनं. सो ज जप् भवति. इदानीं जप जप दह दश जप इति सूत्रेण अनुस्वारस्य उपलक्षणं कृत्वा ज जप् भवति. तदनन्तरम् अनुस्वारस्य यै पवसवर्ण जकारस्य परसवर्ण ञकार आगच्छति च जन् जप् इति भवति अत्र. तथैव जब् अस्ति जन् जप्गमने नकारः एव आगच्छति खलु नशापदान्तस्य जलि. किन्तु इति सूत्रे दत्तमस्ति अनुस्वारस्य उपलक्षणं, तु महोदय उक्तवान् इति नक्षापदांस जलि इति तस्य आवश्यकता नास्ति. साक्षात् अनुस्वार करणीयम् अत्र. जब् जब् जब् जझब् जञ्झब् जञ्झब् ञकार आगच्छति पुनः यत्र दः अस्ति सो दः दः ददः दन्दः सो तत्र दकारस्य अनुस्वारस्य ये पर् समन्ये अनुनासिक नकार भवति दन्तः भवति पश् पश् तत्र पपश् पम्पश् इदानीं पकारस्य पम्पश् इति भवति मकार परसवर्णं भवति धंश् धातु भंश् धातु चेत् द्वौ धातु अनुधातुस्थाने वक्ष्यमाणोस्ते भवति इति. धन्यवादः भगिनि. हिमा भगिनि. आं भगिनि, चर्फल् इति द्वयोः धातोः यङ्लुगन्तधातुः. चरफलोश्च, चर् फल् इत्यनयोः धातोः अभ्यासस्य नुकागमो भवति यङि यङ्लुकि च. इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर् फल् इत्यनयोः उत्परस्यातः इत्यनेन अभ्यासोत्तर अतः उत्वं स्यात्. चरश्च फल् च तयोः इतरेतरद्वन्द्वः. चर्फलौ तयोः चरफलौ चरफलौ चरफलोः चरफलोः षष्ट्यन्तं च अव्ययं द्विपदमिदं सूत्रम्. अत्र लोपोभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः, गुणो यङ्लुकुः इत्यस्मात् यङ्लुकुः इत्यस्य अनुवृत्तिः, नुगतोऽनुनासिकान्तस्य इत्यस्मात् नुक् इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं, चरफलोः च अङ्गस्य अभ्यासस्य नुक् यङ्लुकोः इति. इदानीं चर अपि च चर् अपि च फल् इति धातुद्वयम् अस्मिन् सूत्रे उल्लिखितमस्ति. तयोः अपि नुक्कागमः भवति च इति उक्तम्, अतः तत्र पूर्वस्मात् वयं स्वीकुर्मः नुक् इत्येव आगमः भवति यङि अपि च यङ्लुकि च. तर्हि प्रश्नः उदेति किमर्थम् एतयोः उल्लेखनं पूर्वसूत्रे अपि नास्ति इति. तर्हि तत्र समाधानं भवति अनुवर्तनार्थम् इति कृत्वा तत्र पृथक्तया उक्तं, यतोहि अग्रिमसूत्रस्य सूत्रे तस्य अनुवृत्तिः आगच्छति इति कृत्वा तत्र पृथक्तया उक्तम् इति. अनुवृत्तिसहितसूत्रमस्ति चरफलोः, चर् अपि च फल् धातोः अङ्गस्य इति अधिकारे अस्ति इति कृत्वा अङ्गस्य अभ्यासस्य नुक् आगमः भवति यङ्लुकोः इति अस्ति. अग्रिमसूत्रमस्ति उत्परस्यातः इति, तदपि पठामि वा भगिनि? आं भगिनि, तर्हि उत्परस्यातः इति सूत्रं वदति चर् फल् इत्यनयोः धातोः अभ्यासात् परस्य ह्रस्व अकारस्य स्थाने उत् आदेशो भवति यङि यङ्लुकि च. उत् प्रथमान्तं, परस्य षष्ट्यन्तम्, अतः षष्ट्यन्तं त्रिपदमिदं सूत्रम्. अत्र लोपोभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य विभक्तिपरिणामं कृत्वा अभ्यासात् इति अनुवृत्तिः, चरफलोश्च इत्यस्मात् चरफलोः इत्यस्य अनुवृत्तिः, गुणो यङ्लुकोः इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति चरफलोः च अङ्गस्य अभ्यासात् परस्य अतः उत् यङ्लुकोः इति. तर्हि चर् फल् इति धातुद्वयमस्ति, चरफलोः च अङ्गस्य अभ्यासात्, तत्र अभ्यासात् इति तत्र विभक्तिपरिणामं कृत्वा योजितम् अत्र, तदानीमेव तत्र अन्वयः भवति इति. अङ्गस्य अभ्यासात् परस्य, तर्हि अङ्गस्य अभ्यासः यत् वर्तते तस्य परे स्थितः अकारस्य उकारादेशो भवति यङ्लुकोः इति सूत्रं वदति. उदाहरणं पश्यामश्चेत् इतोपि स्पष्टता भवति. चर् इति स्वीकुर्मः, तर्हि तत्र सन्यङ्गोः इति कृत्वा तत्र द्वित्वं भवति चर्चर् इति कृत्वा. रेफस्य लोपः हलादिशेषः इति कृत्वा चचर् इति भवति. इदानीं चर् इति धातुः उल्लिखितमस्ति सूत्रे इति कृत्वा चरफलोश्च इति सूत्रस्य प्रसक्तिः प्राप्तिः, तर्हि तत्र नुकागमः भवति. नुकागमः तु तत्र अनुस्वारस्य लक्षणम् उपलक्षणम् इति कृत्वा तत्र प्रथमं च अनुस्वारः चर् इति भवति, चञ्च चञ्चर् इति. तदनन्तरं तत्र अनुस्वारस्य परसवर्णः इति कृत्वा चवर्गीयस्य प्रथमवर्ण पञ्चमवर्णः आगच्छति चञ्चर् इति. इदानीम् अत्र चर् धातुः उक्तम् इति कृत्वा अभ्यासः तु इदानीं च इति अस्ति. द्वितीयचकारः यद् आगच्छति तत्र स्थितः चकारोत्तरवर्ति अकारस्य उतादेशः भवति, यतोहि तत्र अभ्यासात् परस्य अतः इति उक्तम् अनुवृत्तौ इति कृत्वा तत्र चुर् इति भवति. अतः चञ्चुर् इति युग यङ्लुगन्तधातुः अस्ति. तथैव फल् अपि द्वित्वं भूत्वा फल् फल् हलादिशेषः फल् तदनन्तरम् अभ्यासे चर्च इति कृत्वा तत्र द्वितीयवर्ण द्वितीयवर्णस्य प्रथमादेशः चत्वं भवति इति कृत्वा फकारस्य पकारः, तर्हि तत्र पफल् इति भवति. यदा पफल् इति जातं तर्हि तत्र अग्रिम फकारोत्तरवर्ति अकारस्य न तस्य प्राक् तत्र नुकागमः भवति चरपलोश्च इति सूत्रेण. तर्हि उपसार अनुस्वारः उपलक्षणम् इति कृत्वा पम्फल् इति भवति. तदनन्तरम् अनुस्वारस्य यि परसवर्णः इति कृत्वा अनुस्वारस्य मकारादेशः भूत्वा पम्फल् इति भवति. इदानीम् अभ्यासात् परः स्थितस्य फकारोत्तरवर्ति अकारस्य उतादेशः भूत्वा पम्फुल् इति यङ्लुगन्तधातुः. पञ्चमबिन्दु अपि कृतवान् किमपि झटिति झटिति कृतवन्तः. कर्णपि भगिनि द्वे समये पठरि फास्ट् आम् अनुनासिकान्त अधुपदधातूनां यङ् लघुन्तधातुः नुघथो अनुनासिकान्तस्य अनुनासिकान्त अङ्गस्य अदन्त अभ्यासस्य नुक् आगमो भवति यङि यङ्लुकि च. नुक् अनुस्वारस्य उपलक्षणं धातोः अभ्यासस्य अन्ते अत् चेत् धातोः अन्ते अनुनासिक हल् वर्णः न्यमगणन चेत् इदं कार्यं प्रवर्तते. नुक् आगमः कित् ककारः इत्संज्ञकः उकारः उच्चारणार्थः अनुनासिकः अन्ते यस्य तत् अनुनासिकान्तं तस्य. नुक् प्रथमान्तम् अतः षष्ट्यन्तम् अनुनासिकान्तस्य षष्ट्यन्तं त्रिपदमिदं सूत्रम्. अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ्लुकोः इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुङ्क् यङ्लुकोः. अत्रापि नुक् आगमः एव भवति यङ् यङ्लुकि परे क्षम्यतां यङि यङ्लुकि च. अनुनासिकान्त अङ्गमस्ति चेत् तत्र अनुनासिकान्त अङ्गस्य अधन्त अभ्यासस्य नुक् आगमः यथा पूर्वमेव, परन्तु परे नास्ति, अङ्गस्य एव नुकागमः भवति. अस्तु, खण् इति यदा स्वीकुर्मः तत्र अत्र स्वभावेन नकारान्तः. अस्तु, अत्र खण् खण् इति संज्ञोः इत्यनेन हलादिशेषः इत्यनेन नकारस्य लोपः, खखण् इति अस्ति, कुहोश्चुः इत्यनेन चखण्. इदानीम् अनुनासिकान्त अङ्गस्य अधन्त अभ्यासस्य नुक् आगमो भवति, अतः तत्र नुक् आगमः अनुनासिकान्त अङ्गम् अस्तु. अभ्यासस्य अनुनासिकः नास्ति, अङ्गम् अनुनासिकान्तः भवेत् इति एव नियमः. अतः चङ्खण् अनन्तरम् अनुस्वारस्य यै परसवर्णः पञ्चमवर्णः ककारस्य चङ्घण् इति यङ्लुगन्तधातुः. द्वितीयमस्ति रन्. तत्र अत्र निमित्तत्वात् नत्वम् अग्रे प्रक्रियावशात् यथासङ्गं नत्वं कर्तव्यम्. अस्तु, पश्यामः. रन् रन् इति भवति यसंज्ञोः अनन्तरं तत्र रन् रन् इति भवति यदा हलादिशेषः अनन्तरं र इत्यस्य किमपि कार्यं नास्ति इति चिन्तयामि. नुगतो अनुना रं रन् श्रूयते वा भगिनि? आं भगिनि, रं रन्. अनन्तरं रेपस्य तु पञ्चमवर्णः, किमपि अनुस्वारस्य ययि परसवर्णः इत्यस्य किमपि कार्यं नास्ति अत्र. रं रन् इति भवति, अनन्तरं नत्वं भूत्वा रं रन् इति भवति. अग्रिमम् अपि घं तत्र रूपाणि दत्तं. नुगतो नुगतो अनुनासि कारण भगिनि नकार एव नास्ति, तु नत्वं न भवति, केवलं अनुस्वारस्य रं रन् इति भवति. न भगिनि भवति एव खलु, नकारः नत्वं भवति खलु. महोदय उक्तवान् कुर्मः, सः एव अत्र लिखितवान् किल, अत्र निमित्तत्वात् नत्वम् अग्रे प्रक्रियावशात् यथा सङ्गं नत्वं कर्तव्यम् इति. अत्र भवती आगच्छति यदि तत् उक्तवान्. किमर्थं न भवति अभ्यासस्य च केवलं रम् अस्ति, साधु रम् अनुस्वारः अस्ति, अत्र अनुनासिकवर्णः एव खलु भगिनि, तु परसवर्णः नास्ति इति कृत्वा रेफस्य परसवर्णः तु ऋ इति भवति, तावदेव आगच्छति खलु. आमाम् अनुस्वारः, अनन्तरं रेफस्य तु परसवर्णः अस्ति खलु, ऋ इति एव परसवर्णः अस्ति तत्र. रं रेफस्य परसवर्णः न भवति, अस्ति भगिनि, अत्र रेफात् परे उपरि तत्र चन्द्रबिन्दु इव आगच्छति. न भगिनि, केवलं रेफस्य केवलं य व ल त्रयाणाम् अनुनासिकवर्णः नास्ति, परन्तु तत्र नत्वं किमर्थं न भवति? भवति भवति भगिनि, भवति भगिनि, अन्तिमनकारस्य अहम् उक्तवती किल, भवती तु समीचीनतया उक्तवती एव. मम तु इदानीं निद्रावशे अस्मि, किमपि अन्यत् उक्तवती. यत् दत्तमस्ति तत्र भ्रमः जातः इति मन्ये. न, तत्र स्टार्टर् इति अस्ति, तदेव अहं पठितवती, अत्र निमित्तत्वात् नत्वम् इति. द्वितीयनकारस्य नकारः भवति किल भगिनि? तदेव भगिन्या उक्तम्. आम्, तत् प्रथमं लोपः जातः किल, अत्कुप् तु नत्वं तु अन्ते एव भवति किल, 8-4-1 नकारः एव, अन्यत् तु नकारः एव नास्ति खलु, केवलम् अनुनासिकवर्णः अनुस्वारः एव अस्ति तत्र. क्षम्यता, नास्ति चिन्ता भगिनि. अस्तु महोदय, गम् इति रूपं चेत् गं गम् इति, अनन्तरं गगम् अलादिशस्य व्यत्यासेन, इदानीं नुकतोनासिकान्तस्य इति सूत्रेण अभ्यासस्य नुक् आगमः भवति, नुक् अपि नूस्थाने अनुसारस्य बलक्षणम् अस्ति, अतः अत्र ककारस्य जकारः अपि भवति कुः सुगु इति, अतः जम् अनुसारम् अस्ति जम् गन् इति, अनन्तरं परसवनस्य ऐ अनुसारस्य परसवनम् इति सूत्रेण गकारस्य पञ्चमवर्णः जङ्गम् इति रूपं भवति. अत्रापि सम् अर्धः दत्तम् अस्ति नुगतोन्नासिकान्तस्य इति सूत्रस्य अन्तर्गते वार्तिकम् अस्ति, पदात् वच्ये इति वक्तव्यम्, अनेन अनुनासिकान्तस्य अङ्गस्य अदन्त अभ्यासस्य नुक् आगमे सति स च अभ्यासः पदान्तवत् इति मन्तव्यं, तस्मात् वा पदान्तस्य इत्यनेन परसवर्ण अर्हः विकल्पः भवति अनुनासिकान्तधातुप्रसङ्गे सर्वत्र तदा कल्पनीयं यदा सङ्गं नाम यत्र अभ्यासः दन्तः अस्तु अत्र कार्यं नुगतो निष्कासकान्तस्य इत्यनेन आगमः अत्र पदात् अभ्यास वार्तिकमस्ति पदान्तवच्छेति वक्तव्यम् इत्यनेन इदानीम् अभ्यासः पदं भवति अतः अत्र नचां पदान्तस्य जलि नास्ति परन्तु पदान्ते अस्ति अनुस्वारः अतः वा पदान्तस्य इति सूत्रेण विकल्पेन भवति एकप्रसङ्गे अस्ति अन्यप्रसङ्गे नास्ति इति अतः जङ्गम् इति एव भवति इति रूपद्वयं जङ्गम् इति अनन्तरं जङ्गम् इति रूपद्वयं वा पदान्तस्य इत्यनेन अत्र अभ्यासः तु पदान्तवत् इति अस्ति खलु अभ्यासः एव पदान्तवत् इति भवति खलु अतः वा पदान्तस्य विकल्पेन भवति एकरूपं जङ्गम् अन्यरूपं जङ्गं पञ्चमवर्णः अस्ति रूपाणि अग्रे रूपाणि केवलं रूपाणि उक्त्वा तदेव यम् इति स्थाने परसवर्णः अत्र नास्ति यं यकारस्य अतः एकरूपम् अनुसार भूत्वा सम्यम् अन्यरूपम् अनुनासिक भूत्वा अकारस्य स्थाने अनुसारः यकारः आदेश संयम् इति रूपम् अनन्तरं जञ्जन् इति रूपमस्ति चेत् जन् अनुस्वारः अस्ति जञ्जन् इति अनन्तरं जञ्जन् इति पञ्चमवर्णः जकारस्य परसवर्णादेशः जञ् जन् इति सन् इति अस्ति चेत् अत्र परसवर्णः नास्ति अतः एकरूपम् अनुस्वारः भवति सन् जन् इति अन्यरूपम् अत्र सकारस्य परसवर्णः नास्ति अतः एकरूपमेव सकारस्थाने सर्वम् अनेन नकार सवर्गीय आगच्छति नकार तत्र भगिनि अहं न अवचामि स्थाने अन्तरतम् अनेन सकारस्य सवर्गीय दन्तीयवर्ण नकार आगच्छति न न भगिनि सकारे परे तु केवलम् अनुस्वार एव तिष्ठति खलु सकार अपि दन्तीयवर्ण भवितुं शक्नोति साधु तथापि वर्णः नास्ति इति मन्ये भगिनि रामप्रिय भगिनी हैम भगिनी अन्ये पुषा भगिनी किं चिन्तयन्तः भवन्तः यै नास्ति यै नास्ति साधु इति कृत्वा न भवति एव अनन्तरं भगिनी अत्र कण्कण् इत्यस्मिन् अपि वा पदान्तस्य इति न भवति वा रूपद्वयं न भवति वा चङ्कण् अनन्तरं चङ्कण् इति रूपद्वयं तत्रापि भवितुम् अर्हति खलु अनन्तरे आगच्छति भगिनि अनन्तरे अनन्तरे चङ्कण् इत्यस्मिन् अपि तथा आगच्छति खलु अस्ति यथा गम् अत्र अस्ति तथैव कन् अपि कन्कन् इत्यस्यपि आम् अस्तु महोदय रूपाणि केवलं रूपाणि भवति सन् अस्ति चेत् अत्र एकरूपम् इति अनुसार एव भवति सन् यन् सं सन् इति अनन्तरं कन्कन् गगन् अनुसारः अस्ति अनन्तरं परसवर्णः अपि अस्ति अत्र गकारः आदेशः पञ्चमवर्णः गङ्गन् इति कन् इत्यस्य तु अभ्यासे चर्चा इत्यनेन चर्चा भूत्वा कङ्कण् इति भवति खलु, प्रथमककारः आगच्छति खलु अभ्यासस्य, क्षम्यताम् आम् चङ्कण् इति भवति तर्हि आम् पञ्चमवर्णः अनुसारः कङ्कण् इति, अनन्तरं पञ्चमवर्णः अस्ति चेत् सङ्गन् इति कुहोश्युः इति अपि कृत्वामः खलु महोदय, चकाचवर्गः आगच्छति यदा भगिनी ककारस्य कुहोच्युः न कार्यं करोति प्रथम अभ्यासे सच एव कार्यं करोति, अतः प्रथमवर्णः द्वयोः अपि प्रसक्तिः प्राप्तिः अस्ति खलु अभ्यासे प्रथमं कुहोश्युः तदनन्तरम् अभ्यासे चर्च अस्तु कवर्गीयस्य चवर्गः किल यथा गम् मध्ये ज जातं तथैव ख इत्यत्र छ भूत्वा तदनन्तरं चकारस्य चकारः इदानीम् आगच्छामि अत्र चकारः आदेशः अनन्तरम् अभ्यासेन प्रथमचकारः अतः अनुसार भूत्वा सन् गन् इति अनन्तरं चकारस्य परसारः रूपं ककारे परे इति कृत्वा ककारस्य ककारस्य पञ्चमवर्ग नकार आदेश जङ्गन् इति जङ्कन् इति चङ्कन् इति जङ्कन् एकरूपम् अनुसारः भूत्वा भवति, अनन्तरं परसवर्ण भूत्वा ककारः अस्ति अतः गकारः जङ्गन् चङ्गन् चङ्गन् इति तं तम् इति अत्र अस्ति ततम् अनुसारः भूत्वा तं तम् इति उच्चारणं सम्यक् नास्ति महोदय समीतम् अनन्तरम् अत्र तकारः परसवर्णः अस्ति नकारः दन्त्यनकारः अत्र दन्तम् इति रूपं दन्तम् इति महोदय अन्यस्मिन् दिने अहं तु सर्वेषामपि अहं परिशीलनं कुर्वन्ती अस्मि, तदा तु गोविन्दमहोदय मम उच्चारणस्य स्पष्टीकृतवान् तमिळ्नाडुप्रदेशतः इति कृत्वा महाप्राण अल्पप्राणस्य तत्र क्लेशः जायते एव अस्माकं तर्हि तावत्पर्यन्तं खलु इतोपि सन्ति वा न भगिनी न भगिनी यतोहि तत्र शुकवनमहोदय नासीत् वर्गे अग्रे वयं कृतवन्तः पञ्चमबिन्दुपर्यन्तं सः एव धन्यवादः धन्यवादः धन्यवादः भगिनी.